नवमोऽध्यायः अष्टमे नाडीद्वारेण धारणायोगः सगुणः उक्तः तस्य च फलम् अग्न्यर्चिरादिक्रमेण कालान्तरे भ्रमर्वाप्तिलक्षणमेव अनावृत्तिरूपं निर्दिष्टम्। तत्र अनेनैव प्रकारेण मोक्षप्राप्तिफलम् अधिगम्यते न अन्यथा इति तदाशङ्काव्याविवर्तयिषय श्रीभगवानुवाच श्रीभगवानुवाच इदं तु ते गुह्यतनं प्रवक्ष्याम्यन सूयवे ज्ञानं विज्ञानसहितं यज्ञात्वा मोक्ष्यसे शुभम्। इदं ब्रह्मज्ञानं वक्ष्यमाणम् उक्तं च पूर्वेषु अध्यायेषु तद्बुद्धौ सन्निधिकृत्य इदम् इत्यः। तुशब्दो विशेषनिर्धारणार्थः इदमेव तु सम्यग्ज्ञानं साक्षात् मोक्षप्राप्तिसाधनं वासुदेवस्सर्वमिति आत्मैवेदं सर्वम् एकमेवाद्वितीयम् इत्यादि श्रुतिस्मृतिभ्यः न अन्यत्। अत ते ये अन्यथातो विदुः अन्यराजानः ते क्षय्यलोका भवन्ति इत्यादि श्रुतिभ्यश्च ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयिष्यामि अनुसूयवे असूयारहिताय। किं तु ज्ञानं किं विशिष्टं विज्ञानसहितम् अनुभवयुक्तं यज्ञात्वा प्राप्य मोक्षते अशुभा संसारबन्धः। तच्च राजविद्यो राजगुह्यं पवित्रमिदमुत्तमं प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्। राजविद्य विद्यानां राजा दीप्त्यतिशयवत्पात् दीप्यते हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानां तथा राजगुह्यं गुह्यानां राजा पवित्रं पावनम् इदम् उत्तमं सर्वेषां पावनानां शुद्धिकारणं ब्रह्मज्ञानम् उत्कृष्टतमम्। अनेकजन्मसहस्रसञ्चितमपि धर्माधर्मादिसमूलं कर्म क्षणमात्रादेव भस्मीकरोति इत्यतः किं तस्य पावनत्वं वक्तव्यं। किञ्च प्रत्यक्षावगमनं प्रत्यक्षेण सुखादेरिव अवगमो यस्य तत् प्रत्यक्षावगमनम् अनेकगुणवतोपि धर्मविरुद्धत्वं दृष्टं न तथा आत्मज्ञानं धर्मविरोधि किन्तु धर्म्यं धर्मादनपेतम् एवमपि स्याद्दुःखसम्पाद्यम् इत्यतः सुसुखं कर्तुं यथा रत्नविवेकविज्ञानम्। तत्र अल्पायासानाम् अन्येषां कर्मणां सुखसम्पाद्यानाम् अल्पफलत्वं दुष्कराणां च महाफलत्वं दृष्टमिति इदं तु सुखसम्पाद्यत्वात् फलक्षयाद् व्येति इति प्राप्त्याः अव्ययम् इति न अस्य फलतः कर्म व्ययः अस्ति इति अव्ययम्। अतः श्रद्धेयम् आत्मज्ञानं ये पुनः अश्रद्धदानाः पुरुषाः धर्मस्यास्य परान्तपः अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि। अश्रद्धदानाः श्रद्धाविरहिताः आत्मज्ञानस्य धर्मस्यास्य स्वरूपे तत्फले च नास्तिकाः पापकारिणः। असुराणाम् उपनिषदं देहमात्रात्मदर्शनमेव प्रतिपन्नाः असुतृपः पापाः पुरुषाः अश्रद्धदानः परन्तप अप्राप्यमां परमेश्वर मत्प्राप्तौ नैव आशङ्का इति मत्प्राप्तिमार्गभेदभक्तिमात्रमपि अप्राप्य इत्यर्थः। निवर्तन्ते निश्चयेन वर्तन्ते क्व मृत्युसंसारवर्त्मनि मृत्युयुक्तः संसारः मृत्युसंसारः तस्य वर्त्म नरकतिरीगादिप्राप्तिमार्गः तस्मिन्नेव वर्तन्ते इत्यर्थः। स्तुत्य अर्जुनमभिमुखीकृत्याः मया तथमिदं सर्वं जगदव्यक्तमूर्तिनां मत्स्थानि सर्वभूतानि न चोऽहं तेष्वस्थितः। मया मम यत् परो भावः तेन ततं व्याप्तं सर्वमिदं जगन् अव्यक्तमूर्तिना न व्यक्तामूर्तिः स्वरूपं यस्य मम सोऽहम् अव्यक्तमूर्तिः तेन मया अव्यक्तमूर्तिना करण अगोचरस्वरूपेण इत्युक्तः तस्मिन् मयि अव्यक्तमूर्तौ स्थितानि मत्स्थानि सर्वभूतानि ब्रह्मादीनि स्तम्भपर्यन्तानि न हि निरात्मकं किञ्चित् भूतं व्यवहाराय अवकल्पते। अतः मत्स्थानि मया आत्मना आत्मवत्त्वेन स्थितानि अतः मयि स्थितानि इति उच्यन्ते। तेषां भूतानाम् अहमेव आत्मा इत्यतः तेषु स्थितः इति मूढबुद्धीनाम् अवभाति। अतः ब्रवीमि न च अहं तेषु भूतेषु अवस्थितः। मूर्तवत् संश्लेष अभावेन आकाशस्यापि अन्तरतमोहि अहं न हि असंसर्गिवस्तु क्वचिन् आदयीभावेन अवस्थितं भवति। अत एव असंसर्गित्वात् मम न च मत्स्थानि भूतानि पश्यामि योगमैश्वरं भूतभृन्न च भूतस्थो ममात्मा भूतभावनः। न च मत्स्थानि भूतानि ब्रह्मादीनि पश्यामि योगं युक्तिं घटनं मे मम ऐश्वरम् ईश्वरस्य इमम् ऐश्वरम्। योगम् आत्मनो याथात्म्यम् इत्यर्थः। तथा च श्रुतिः असंसर्गित्वात् असङ्गतां दर्शयति असङ्गो न हि सज्जते इति। इदं च आश्चर्यम् अन्यत् पश्य भूतभृत् असङ्गोऽपि सन् भूतानि बिभर्ति न च भूतस्थः। यथोक्तेन न्यायेन दर्शितत्वात् भूतस्तत्त्व अनुपत्तिः। कथं पुनः उच्यते असौ मम आत्मा इति? विभज्यदेहादिसङ्गातं तस्मिन् अहङ्कारम् अध्यारोप्य लोकबुद्धिम् अनुसरन् व्यपदिशति मम आत्मा इति। न पुनः आत्मनः आत्मा अन्यः इति लोकवत् अजानि। तथा भूतभावनः भूतानि भावयति उत्पादयति वर्धयति इति वा भूतभावनः। यथोक्तेन श्लोकद्वयेन उक्तम् अर्थं दृष्टान्तेन उत्पादयन्नाह यथाकाशस्थितो नित्यं वायुः सर्वत्र गोमः तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय। यथा लोके आकाशस्थितः आकाशे स्थितः नित्यं सदा वायुः सर्वत्र गच्छति इति सर्वत्रगः महान् परिमाणतः तथा आकाशवत् सर्वगते मयि असंश्लेषेणैव स्थितानि इत्येवम् उपधार्य विजानामि। एवं वायुः आकाशे इव मयि स्थितानि सर्वभूतानि स्थितिकः तानि सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकां कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्। सर्वभूतानि कौन्तेय प्रकृतिं त्रिगुणात्मिकाम् अपरां निकृष्टां यान्ति मामिकां मदीयां कल्पक्षये प्रलयकाले पुनः भूयः तानि भूतानि उत्पत्तिकाले कल्पादौ विसृजामि उत्पादयामि अहं पूर्ववत्। एवम् अविद्यालक्षणां प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः भूतग्राममिमं कृत्स्नम् अवशं प्रकृतेर्वशाम्। प्रकृतिं स्वां स्वीयामवष्टभ्यवशीकृत्य विसृजामि पुनः पुनः प्रकृतितो जातं भूतग्रामं भूतसमुदायम् इमं वर्तमानं कृत्स्नं समग्रम् अवशम् अस्वतन्त्रम् अविद्यादिदोषैः परवशीकृतं प्रकृतेः वशात् स्वभाववशात्। तर्हि तस्य ते परमेश्वरस्य भूतग्रामम् इमं विषमं विदधतः तन्निमित्ताभ्यां धर्माधर्माभ्यां सम्बन्धः स्यादिति। इदम् आह भगवान् न च मां तानि कर्माणि निबध्नन्ति धनञ्जयम् उदासीनवदासीनम् असक्तं तेषु कर्मसु न च माम् ईश्वरं तानि भूतग्रामस्य विषमसर्गनिमित्तानि कर्माणि बध्नन्ति धनञ्जय। तत्र कर्मणाम् असम्बन्धित्वे कारणमहम् उदासीनवत् आसीनं यथा उदासीनः उपेक्षकः कश्चित् तद्वदासीनम् आत्मनः अविक्रियत्वात् आसक्तं फल आसङ्गरहितम् अभिमानवर्जितम् अहं करोमि इति तेषु कर्मसु। अतः अन्यस्यापि कर्तृत्वाभिमान अभावः फलासङ्ग अभावश्च असम्बन्धकारणम्। अन्यथा कर्मभिः बध्यते मूढः कोशकारवतो इत्यभिप्रायः। तत्र भूतग्राममिमं विसृजामि उदासीनवदासीनम् इति च विरुद्धमुच्यते इति तत्परिहारार्थमहं मयाध्यक्षेण प्रकृतिः सूयते सचराचरं हेतु नानेन कौन्तेय जगद्विपरिवर्तते। मया अध्यक्षेण सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना अध्यक्षेण मया मम माया त्रिगुणात्मिक अविद्यालक्षणाप्रकृतिः सूयते उत्पादयति सचराचरं जगत्। तथा च मन्त्रवर्णः एको देवस्सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा कर्माध्यक्षसर्वभूतादिवासः साक्षी चेता केवलो निर्गुणश्च इति हेतुना निमित्तेन अनेन अध्यक्षत्वेन कौन्तेय जगत्सचराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु। दृशिकर्मत्वापत्तिनिमित्ता हि जगतः सर्वा प्रवृत्तिः। अहमिदं भोक्ष्ये पश्यामीदं शृणोमीदं सुखमनुभवामि दुःखमनुभवामि तदर्थमिदं करिष्ये इदं ज्ञास्यामि इत्याद्य अवगतिनिष्ठा अवगति अवसाना एव। यो अस्याध्यक्षः परमे व्योमन् इत्यादेशमन्त्राः एतमर्थं दर्शयन्ति। ततश्च एकस्य देवस्य सर्वाध्यक्षभूतचैतन्यमात्रस्य परमार्थतः सर्वभोग अनभिसम्बन्धिनः अन्यस्य चेतनान्तरस्य अभावे भोक्तुः अन्यस्य अभावः। किं निमित्तायं सृष्टिः इत्यत्र प्रश्नप्रतिवचने अनुपपन्ने को अद्धावेद कैः प्रवोच कुत आजात कुत इयं विसृष्टिः इत्यादि मन्त्रवर्णेभ्य दर्शितं च भगवत अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः इति।